नमस्ते. तर्हि अद्य विषयः अस्ति, अद्यतनविषयः अस्ति अष्टाध्याय्यां सूत्राणां फलाबलम् इति प्रसङ्गे. अत्र शक्नुवन्ति चिनु, शक्नुयोगः अन्ति, चिनुयोगः अन्ति, कुरुयोगः अस्ति इति विषयः अस्ति. महोदयस्य करपत्रे तु अन्तिमभागः अस्ति प्रासङ्गिकसूत्राणि इति. तर्हि तस्मिन् विषये पुनः चर्चां कुर्मः. तर्हि हेमभगिनी वदति, अत्र शक्नुयोगः अन्ति इति स्थितौ कानि कानि सूत्राणि, अस्तु भगिनि, केषां प्रसक्तिः अस्ति? प्रयत्नं करिष्यामि. तत्रैव शक्नुयोगः अन्ति. अत्र शक् धातुः अस्ति, श्नु प्रत्ययः विकरणप्रत्ययः अस्ति, शक्नु इति अङ्गं भवति, तदनन्तरम् अन्ति अस्ति. प्रथमतया अत्र इकोयणाचि सूत्रस्य प्रसक्तिः भवति. उकारस्य अनन्तरम् अचीवर्णः अस्ति, इकः परे यणागच्छति इत्युक्ते उकारस्य स्थाने वकारस्य प्राप्तिः अस्ति इति. परन्तु तत्र तु अनिष्टरूपं भवति शक्नुवन्ति इति. तदनन्तरं सार्वधातुक आर्धधातुकयोः अपि तत्रैव आगच्छति. तर्हि द्वयोर्मध्ये इकोयणाचि तु सर्वसामान्यसूत्रमस्ति, अपि च वर्णकार्यमस्ति. सार्वधातुक आर्धधातुकयोः तु अङ्गकार्यमस्ति. तत्र परिभाषा अस्ति वारणात् अङ्गं बलीयः इति एकः अंशः. अतः सार्वधातुक आर्धधातुकयोः तस्य प्रसक्तिः इकोयणाचि अपेक्षया बलवद्भवति इति. अपि च तत् परसूत्रमपि अस्ति. द्वयोर् अन्यत्र अन्यत्र लब्धावकाशः अस्ति चेत् तत्रापि विप्रतिषेधे परं कार्यम् इति दृष्ट्या सार्वधातुक अर्धधातुकयोः बलवद्भवति. परन्तु अत्र तु सार्वधातुकम् अपि नीति च इत्यनेन गुणनिषेधः भवति. इदानीम् अचिष्णु धातु भ्रुवों युवोरियङ् उवङ्गौ इति सूत्रम् आगत्य अत्र ऊ स्थाने उवङ् आदेशः भवति. समान समये उष्णोः अपि कार्यं भवितुम् अर्हति. परन्तु अत्र तु संयोगवर्णमस्ति पूर्वं क्नु इति, अतः अचिष्णु धातु एव कार्यं करोति, रूपं शक्नुवन्ति इति आगच्छति. अन्यत् किमपि वक्तव्यं वा? न भगिनि, तत्रैव अस्माकं प्रश्नः अस्ति खलु, कथं इकोयणचित् पुनः इकोयणचि अचिष्णु धातु भवान् युवरिवङ्गो इत्यनयोः सङ्कर्षः भवति वा इति प्रश्नः अस्ति. अस्तु, तत्रापि मम सम्यक्तया अवगमनं न जातं. तत्रापि अचिष्णु धातु परसूत्रमपि अस्ति, अपि च अङ्गकार्यमपि अस्ति. सत्यं भगिनि, सङ्कर्षः एव न भवति तस्य तस्य सङ्कर्षः एव न भवति. इकोयण चापगच्छति इति महोदय उक्तवान् खलु, तत्रैव न, तर्हि पुनः भ्रमः इतोपि अधिकमेव भवति. सुब्रह्मण्यम् अधुना चिनुयोगः अन्ति इत्यस्मिन् भगिनि, अत्र चिनुयोगः अन्ति प्रायः भवान् अवगतवान् भगिनि. अत्र अत्र किञ्चित् महोदयः योजितवान्, तस्मिन् विषये तु चर्चा न अभवत् खलु. प्रायः महोदयः आगामिसप्ताहे तस्मिन् विषये किञ्चित् बोधयति इति अहं चिन्तयामि. परन्तु यथा भगिनी उक्तवती, ततः तत्र एकवारम् इकोयणचि गतं चेत् पुनः तस्य प्राप्तिः कथम्? तस्य प्राप्तिः न भवति, अत्र न भवति इति एव उक्तवान्, परन्तु यदा वयं गुरुयोगः अन्ति तस्मिन् विषये चिन्तयिष्यामः, अत्र पुनः आगच्छति इति उक्तवान्, कथम् इति तस्मिन् विषये अग्रे वदिष्यामि इति उक्तवान्. लक्ष्यलक्षणन्यायः इति अपि आसीत्, किन्तु लक्ष्यलक्षणन्यायः यत्र कार्यं कृतं कृतं कार्यं पुनः न आगच्छति एव. अधुना तु इकोविनसि कार्यमेव न अभवत् खलु इति मम लक्ष्यः आसीत्. तर्हि प्रायः अग्रिमनन्तरं पृच्छामः. अत्र अत्र लक्ष्ये लक्षणन्यायः इति विषये अपि किञ्चित् उक्तवान् महोदयः. अत्र महोदयः प्रश्नभिन्नः अस्ति. यदि हुष्णुवोः सार्वधातुके इति सूत्रं तस्य आवश्यकता का? यदि अचिष्णुधातुभ्रुवां युवर् यङ् वङ्गौ इति कार्यं न करोति, अत्र इकोयनचि कार्यं कर्तुम् आगच्छति किल, तस्मिन् विषये लक्ष्ये लक्ष्येण न न्यायः इति विषये अपि किञ्चित् उक्तवान्. तत्र एव उक्तवान् लक्ष्ये लक्षणन्यायः यत्र कार्यं कृतं तस्मिन्नेव समये पुनः कार्यं तदेव कार्यं न करोति इति मम अवगमनम् आसीत्, कृतं कार्यम्. अधुना तु मम अत्र मम संशयः अस्ति, प्रायः यदि कार्यं कृतं वा कृतं वा अकृतं वा तस्मिन् प्रसक्तिः नास्ति भगिनि. अत्र यदि एकवारम् आगच्छति अपगच्छति तस्मिन् एव विषये पुनः अत्र एव पुनः न आगच्छति. यदि अग्रे गत्वा आगन्तुं शक्नोति परन्तु अत्र एव न आगच्छति इति उक्तवान् प्रथमम्. तस्मिन् सन्दर्भे मम एकः प्रश्नः आसीत् ह्यस्तनवर्गे, तथा अस्ति चेत् कुरुयोगः अन्ति अत्र इकोयनचि पुनः कथम् आगच्छति इति, किमर्थं चेत् अत्र महोदयः उक्तवान् प्रथमं इकोयनचि अपगच्छति, किमर्थं चेत् तत्तु बहु सामान्यसूत्रमस्ति, तत्कारणात् सः सूत्रं तत् सूत्रं प्रथमम् आगत्य तस्मिन् विषये चर्चयामः यदि तस्य प्राप्तिः अस्ति वा न. प्रथमं तु इको एनचि अपगच्छति, तत्कारणात् पुनः न आगच्छति इति उक्तवान्, परन्तु अत्र कुरुयोगः अन्तिविषये तु पुनः आनीतवान्. तत् कथं तथा कृतवान् इति प्रश्नः आसीत् ह्यस्तनवर्गे. तस्मिन् विषये वयं न चर्चितवन्तः, प्रायः यत्किमपि योजितवान् अत्र. महोदयः परिभाषा स्थापितवान् परन्तु तस्मिन् विषये किमपि न चर्चितवान्. अत्र पुनः प्रसङ्गविज्ञानात् सिद्धं सत्कृत् गतौ यद्बाधितं तद्बाधितमेव इति उक्तवान्, परन्तु अत्र द्वितीयं तु एकवारं कृतौ यद्बाधितं तद्बाधितमेव, परन्तु पुनः प्रसङ्गविज्ञानात् सिद्धम् इति उक्तवान्. तस्य कथं द्वयोः परिभाषयोः उपयोगं करिष्यामः इति प्रायः आगामिसप्ताहे वदिष्यति इति मम चिन्तनम्. इदानीं चिनुयोगः अन्ति अस्ति भगिनि. चिनुयोगः अन्ति अत्र अत्र इको एनचि इत्यस्य प्रसक्तिः अस्ति, किमर्थं चेत् अत्र इकः अस्ति, उकारः अस्ति, चिनु इत्यस्मिन् अत्र अन्ते उकारः अस्ति, अनन्तरम् अचि अपि अस्ति, अजादि अपि अस्ति, संहितायाम् अपि अस्ति. तत्कारणात् तत्र इको एणचि इत्यस्य प्रसक्तिः अस्ति. सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः अपि अस्ति. किमर्थं चेत् अन्ति इति सार्वधातुकप्रत्ययः, किमर्थं चेत् तत्तु तिप् अस्ति तत्कारणात्. परन्तु अत्र इको एणचि सामान्यसूत्रमस्ति. इको एणचि सार्वधातुक अर्धधातुकयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति. अतः अत्र परसूत्रस्य प्रसक्तिः अस्ति. विप्रतिषेधे परं कार्यम् इत्यनेन सार्वधातुक अर्धधातुकयोः इति सूत्रं बलवत् भवति इको एणचि प्रति. अनन्तरम् इको एणचि वर्णनिमित्तकसूत्रमस्ति. सार्वधातुक अर्धधातुकयोः तु अङ्गनिमित्तिकसूत्रमस्ति. तत्कारणात् वर्णात् आङ्गं बलीयम् इत्यनेन अपि सार्वधातुक अर्धधातुकयोः इत्यस्य एव बलम् अधिकं. तत्कारणात् इको एणचि अपगच्छति. सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति. अत्र सार्वधातुक अर्धधातुकयोः यदा परिशीलयामः, अत्र अन्ति इति अपित् अस्ति. तत्कारणात् सार्वधातुकम् अपित् नित्वत् भवति. अतः निति च इति सूत्रेण गुणनिषेधः भवति. तत्कारणात् तस्य यद्यपि तस्य प्रसक्तिः अस्ति, तस्य प्राप्तिः न भवति निषेधत्वात्. अनन्तरम् अत्र अचिष्णु धातुभ्रुवां योर् यङ् वङ्गौ इत्यस्य प्रसक्तिः अस्ति. परन्तु हुष्णुवोः सार्वधातुके इत्यस्य प्रसक्तिः अपि अस्ति अत्र. किमर्थं चेत् अत्र हुष्णुवोः सार्वधातुके अत्र श्नु प्रत्याङ्ग अङ्गमस्ति. अनन्तरम् अन्ति यः अस्ति तत्तु सार्वधातुक सार्वधातुकमस्ति. अत्र अचि सार्वधातुकप्रत्ययः अस्ति, अजादि सार्वधातुकप्रत्ययः. तत्कारणात् अत्र अनन्तरं तृतीयनिमित्तमस्ति. अत्र यः उकारान्त अङ्गमस्ति तत्तु असंयोगपूर्व उकारः अस्ति. तत्कारणात् यदि हुष्णुवोः सार्वधातुके अत्र कार्यं न करोति, श्नु प्रत्यान्त अङ्गस्य विषये हुष्णुवोः सार्वधातुके इत्यस्य प्राप्तिः कुत्रापि न भवति. तत्कारणात् हुष्णुवोः सार्वधातुके इति सूत्रम् अपवादसूत्रं भूत्वा अचिष्णुधातुभ्रुवां युवर् यङ् वङ्गौ प्रति बलवत् भवति. तत्कारणात् अत्र हुष्णुवो सार्वधातुक इत्यस्य प्राप्तिः अस्ति. अतः अत्र यः प्रत्यान्ते यः उकारः अस्ति तस्मिन् स्थाने वकारः आगत्य अत्र चिन् योगः वा योगः अन्ति चिन्वन्ति इति भवति. धन्यवादः महोदय. भगिनी कुर्वन्ति इति इदानीं तनादिगणे तनादिकृण्व्यः उः इति सूत्रेण अत्र उविक्रणप्रत्ययः भवति. अत्र कुरुयोगः अन्ति अस्ति, इष्टं रूपम् अस्ति कुर्वन्ति इति. धातुः कृ इति अस्ति. कृ धातोः तु अङ्गद्वयं भवति. एकं तु पित्सु विषयेषु पित्सु प्रत्ययेषु, अन्यत् तु अपित्सु प्रत्ययेषु इति. यदि पित्सु प्रत्ययेषु भवति तर्हि कृयोगः उ इति भूत्वा तत्र अन्तिम अङ्गः ऋकारः अस्ति सार्वधातुक आर्धधातुकयोः, अनेन तत्र गुणः सम्भवति. अपि च पुरण्ड्रपरः आभ्यां सूत्राभ्यां तत्र कर् योगः उ इति भवति, रूपम् आगच्छति करु इति अङ्गस्य रूपं. परन्तु यदि अपित्सु प्रत्ययेषु भवति अत्र अतौ सार्वधातुके इति सूत्रं कार्यं करोति. अपित् अस्ति अतः अत्र अनेन सूत्रेण अकारस्य स्थाने उकारः आगच्छति यदि सार्वधातुकप्रत्ययः परे अस्ति चेत्. न ऊ तु आर्धधातुकम् अस्ति किल तत् एतत्तु प्रथमसोपाने नास्ति, सार्वधातुके द्वितीय यथा अन्ति इति मेलनं भवति तस्मिन् समये एव आगच्छति. एव आगच्छति इति खलु विकरणप्रत्ययः आदौ आगच्छति. कृयोगः करु इति अभवत् भूत्वा अनन्तरं यदा अन्ति इति मेलनं भवति तस्मिन् समये करु इति अङ्गस्य अकारस्य उकारादेशः भवति. एवं वा? प्रथमं भूत्वा तदनन्तरं वा? अहं चिन्तयामि किमर्थम् इत्युक्ते इति सार्वधातुके इति अस्ति, उकारः तु आर्धधातुकप्रत्ययः अस्ति. नीतिसारदातिके अन्ति इति नीतिसारदाति किमर्थम् इत्युक्ते अपितस्य अतः निद्वत् इति अस्मत् नीतिसारदातके इति भवति. तर्हि तादृश अङ्गस्य उप्रत्यान्तङ्गस्य अकारस्य उकार द्वितीयसोपाने यथा मेलनं भवति तिं प्रत्ययेन सह मेलनं भवति तस्मिन् समये उकार. तर्हि ककारोत्तरवर्ति अकारस्य उकारः भूत्वा कुरु इति अङ्गं जायते. कुरुयोगः अन्ति कुर्वन्ति इति रूपम् आगच्छति. अत्र तस्मिन् तस्मिन् अत्र कुरुयोगः अन्ति अत्रापि प्रथमं इकोयणति अपि च सार्वधातुकार्धतयोः द्वयोर्प्रसक्तिः अस्ति. यदा महोदयेन उक्तवान् पूर्वं तत्र प्रथमम् इकोयणचि तु सामान्यसूत्रमस्ति अपि च वर्णं कार्यम् अस्ति. सार्वधातुकार्धधातुकयोः आङ्गकार्यम् अस्ति अपि च परसूत्रम् अस्ति. द्वयोरन्यत्र अन्यत्र लब्धावकाशः अस्ति, समानस्थले अपि आगच्छति इति विप्रतिषेधे परं कार्यम् अनेन सूत्रेण तत्र परसूत्रं बलवत् भवति सार्वधातुकार्धधातुकयोः इति. परन्तु अत्र अन्ति इति अजादिप्रत्ययः अस्ति, तत्र अपितपि अस्ति इति कारणेन ङित्वत् भवति, अतः गुणनिषेधः भवति ङिति च इति सूत्रेण. इति भूत्वा परन्तु पुनः इकोयणचि एव कार्यं करोति किल अत्र. तदेव महोदय अधुना उक्तवान् सुब्रह्मण्यमहोदय अपि प्रायः महोदय अग्रिमसप्ताहे उकारस्य इकोयणचि भूत्वा कुर्वन्ति इति रूपम् आगच्छति इति. धन्यवादः. अन्य कः अस्ति? पुष्पा भगिनि. नमस्ते पुष्पा भगिनी. भगिनी अग्रिमपङ्क्तिं पठतु. प्रासङ्गिकसूत्राणि भगिनी तत्र एव वयं स्मः. अधुना अन्तिमपङ्क्ति यत् अस्ति तस्मात् पूर्वम् एकं पङ्क्ति तस्य तस्मात् पूर्वम् एकम् अस्ति खलु सार्वधातुकलकारेषु इति तत् पठनीयं. सार्वधातुकार्धधातुकयोः न अन्तिमपङ्क्ति तस्मात् पूर्वं तस्मात् अस्तु. भगिनी पठति वा? अहं अत्र अहं न जानामि कुत्र अस्ति, कुत्र पठामि भगिनि. सार्वधातुकलकारेषु पित्सु गुणः अपित्सु गुणनिषेधः इति अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः. षित् प्रत्ययाः सार्वधातुकसंज्ञकाः, तेषु ये पित् अपि सन्ति तेषां द्वारा गुणकार्यं सम्भवति. ये अपित् सन्ति नाम ये पित् न सन्ति तेषां द्वारा गुणकार्यं निषिद्धं न सम्भवति एव. तर्हि यः प्रत्ययः शिप् अपि षित् अपि अस्ति पित् अपि अस्ति तस्य एव द्वारा गुणकार्यं सिद्ध्यते. विकरणप्रत्ययेषु कः प्रत्ययः षित् अपि पित् अपि अस्ति? केवलं शप् श्यन् श्नु शा श्नम् श्ना च षित् सन्ति किन्तु अपित् सन्ति, अतः तेषाम् उपस्थितौ गुणकार्यं निषिद्धम्. तर्हि शप् कुत्र लभ्यते? केवलं भ्वादिगणे चुरादिगणे च. धातुः अङ्गं मनसि निधाय अङ्गकार्ये गुणः सम्भवति केवलं भ्वादिगणे चुरादिगणे च. भ्वादिगणे यत्र धातुः इग् उपधः वा इगन्तः वा तत्र अङ्गे गुणकार्यं भवति. चुरादिगणे अपि शपः गुणकार्यं भवति किन्तु क्रमः किञ्चित् भिन्नः. यत् यतः शिप् इत्यस्मात् पूर्वं णिच् भवति, णिचि अनुबन्धलोपं कृत्वा इ इत्येव अवशिष्यते. तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति. अत्र सार्वधातुकलकारेषु पित्सु गुणः पित्सु गुणः भवति अपित्सु गुणनिषेधः भवति इति मूलसिद्धान्तः सार्वधातुक. षित् प्रत्ययाः तु सार्वधातुकसंज्ञकाः, किमर्थं चेत् तिङ्क्षित् सार्वधातुकम् इत्यनेन षित् प्रत्ययाः सार्वधातुकसंज्ञकाः. तेषु पित् अपि सन्ति अपितपि सन्ति. यः पित् अस्ति तेषा तस्मिन् सन्दर्भे तु गुणकार्यं सम्भवति. यः अपित् अस्ति तस्य गुणकार्यं न सम्भवति एव. अत्र विकरणप्रत्ययाः दशविकरणप्रत्ययाः सन्ति. अत्र केवलं एकमेव षित् अपि पित् अपि अस्ति, केवलं शप् एव षित् अपि पित् अपि च. अन्ये यः प्रत्ययाः याः प्रत्ययाः सन्ति ये प्रत्ययाः सन्ति ते केवलं शिप् एव, यथा श्यन् श्नु शा श्नम् श्ना, ते तु केवलं शित् एव पित् न. तत्कारणात् अपित् अतः तेषां सन्दर्भे गुणकार्यं न भवति. शिप् शप् विकरणप्रत्ययः केवलं भुवादिचुरादिगणे एव भवति. अत्र गुणकार्यं तु केवलं तस्मात् कारणात् गुणकार्यं केवलं भुवादिगणे चुरादिगणे एव सम्भवति. परन्तु अत्र गुणकार्यं तु सार्वधातुकलकारे सार्वधातुकलकारेषु विषये एव अस्ति खलु भगिनि, अत्र स्तनादिगणस्य विषयः नास्ति, अत्र लकारविषये एव अस्ति. न न न अङ्गनिर्माणार्थं यत् उक्तमस्ति तस्मिन् सोपाने प्रथमसोपाने एव अस्ति. अत्र भूवादिगणे चुरादिगणे विकरणप्रत्ययनिमित्तिक अङ्गकार्यं तस्मिन् सन्दर्भे एव गुणं भवति वा न भवति इति अत्र चर्चा अस्ति. अत्र भुवादिगणे कुत्र गुणकार्यं भवति इत्युक्ते अत्र धातुः इगन्तधातुः अस्ति चेत् गुणकार्यं भवति, अथवा धातोः धातुः इक् उपाधा अस्ति चेत् तस्मिन् सन्दर्भे अपि गुणकार्यं भवति. अनन्तरं चुरादिगणे अपि भवति, परन्तु अत्र किञ्चित् भिन्नविषयः अस्ति. किमर्थं चेत् शप् इत्यस्मात् पूर्वं निच् इति आगच्छति, अत्र निचि अनुबन्धलोपं भूत्वा इकारः एव अवशिष्यते. किमर्थं चेत् अत्र निच् अत्र चकारः अपगच्छति, अणत्वमपि अपगच्छति, अतः अत्र इकारः एव अवशिष्यते. अत्र इकारात् एव यथा शपः आगच्छति इकारस्य गुणः भवति इति अत्र दत्तमस्ति चुरादिगणे. धन्यवादः महोदय. तर्हि अन्तिमपङ्क्तिं यथा पूर्वोक्तं महोदयेन न चर्च्यतं तर्हि प्रायः अग्रिमसप्ताहे पश्यामः. तर्हि अग्रे तनादिगणः इति करपत्रं स्वीकुर्मः. पुष्पभगिनी पठति वा तनादिगणः इति? तनादिगणे मूट्नयेन शृणोति? तनादिगणे दशधातवः सन्ति. अत्र तेषां सार्वधातुकलकाराणां तिङन्तरूपाणि परिशीलनीयानि. तनादिगणीयेभ्यः धातुभ्यः कर्तृस्तके तिङ्प्रत्यये परे कर्तरि शप् इति सूत्रेण शप् विधीयते. तदा शपं प्रभाद्य तनादिकृम्भ्य उः तनादिकृम्भ्यः उः इति सूत्रेण उ विकरणप्रत्ययः विहितः भवति. अयम् उ प्रत्ययः कीदृशः? तिंश्चित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः धातुभ्यः विहितः अपि च तिङ् वा षित् वा अस्ति सः सार्वधातुकप्रत्ययः. यः कोऽपि प्रत्ययः धातुभ्यः विहितः परन्तु तिंश्चित् नास्ति सः प्रत्ययः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकप्रत्ययः भवति. तर्हि उप्रत्ययः धातुभ्यः विहितः अपि च तिंश्चित् नास्ति इति कारणतः आर्धधातुकप्रत्ययः अयं. दशसु गणेषु तनादिगणः एक एव गणः यस्मिन् विकरणप्रत्ययः आर्धधातुकः. अत्र दश तदादिगणे दश धातवः सन्ति. अत्र परिशीलनं कुर्मः तनादिगणि गणीयेभ्यः धातुभ्यः कर्तर्तके तिङ् प्रत्यये परे कर्तरि शप् इति सूत्रेण कर्तर्तके तिङ् प्रत्यये परे शप् विधीयते तदा तनादिक्रुम्भ्यः ऊ इति सूत्रेण ऊ विकरणप्रत्ययः विहितः भवति. अधः लट् लोट् लङ् विधिर्लिङ्ग् इति सारधातुकलकारः ये ये सन्ति तत्र सर्वत्र तु सर्वासु सर्वेषु गणेषु तु आदौ तु कर्तरिषप् इति एव आगच्छति खलु. अनन्तरं तद् प्रभागे गणमनुसृत्य तत् शप् प्रभागे तन् भिन्नभिन्नविकरणप्रत्ययः आयाति. अधुना तनादिगणे उः इति प्रत्ययः आयाति. एकवारं वदतु, एकवारं सम्पूर्णं वदतु. यत्र लट् लोट् लङ् विधिर्लिङ्ग् इति विधिर्लिङ्ग् इति चत्वारः लकारः सन्ति, चत्वारः लकारः सार्वधातुकलकाराः सन्ति, तर्हि कर्तृत्तकसार्वधातुकलकारे परे शप् विकरणप्रत्ययः आयाति. आदौ तु सर्वत्र विकरणप्रत्ययः तु सर्वेषु गणेषु तु शप् इति एव आयाति. अनन्तरं गणम् अनुसृत्य भिन्नभिन्नवितरणप्रत्ययः आगच्छति. आदौ तु शप् इति अस्ति, अनन्तरं गणम् अनुसृत्य विकरणप्रत्ययस्य भेदः भवति. तर्हि तनादिगणे उः इति उकारः उ इति प्रत्ययः विहितः भवति अत्र. पुनः भगिनि विहितः भवति भवति विहितः भवति इत्युक्ते आगच्छति इति. अधुना तर्हि उः इति प्रत्ययः इति अवगच्छामः. तर्हि उः इति प्रत्ययः कीदृशः प्रत्ययः इति अवगमनं भवेत् तर्हि भवति चेत् कार्याणि कानि कार्याणि सम्भवन्ति इति अवगन्तुं चिन्तयितुं शक्नुमः. तर्हि तदर्थम् अत्र अग्रे उक्तमस्ति किंशित् सार्वधातुकम् इति पूर्वमेव अस्माभिः दृष्टं खलु. यत्र किम् अस्ति षित् अस्ति चेत् सार्वधातुकं भवति, नास्ति किम् अपि नास्ति षित् अपि नास्ति चेत् आर्धधातुकप्रत्ययः इति भवति, आर्धधातुकं शेषः इति सूत्रेण. तर्हि अधुना ऊर् इति प्रत्ययः किम् अस्ति वा? नास्ति. षित् अस्ति वा? नास्ति. तर्हि आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः इति अवगन्तुं धन्यवादः. एकः एव गणः आर्धधातुकः. अस्तु अस्तु, अधुना अस्माभिः दृष्टम् आर्धधातुकः अस्ति. आम् भगिनि, अस्तु भगिनि. तनादिकृभ्यः उः, तनादिगणे स्थितेभ्यः धातुभ्यः कृधातुतश्च ऊ प्रत्ययः भवति अर्थत्रसार्वधातुकप्रत्यये परे. तन् आदिर्येषां ते तनादयः बहुव्रीहि अनुवृत्तिसहितसूत्रं पठामि भगिनि. अनुवृत्तिसहितसूत्रं वदति तनादिकृभ्यः धातुभ्यः उः प्रत्ययः परश्च कर्तरि सार्वधातुके. अत्र सूत्रमस्ति तनादिकृभ्यः उः, यस्मात् ऊ विकरणप्रत्ययः मध्ये आयाति. परन्तु यदि वयं परिशीलयामः अन्यत्र केवलं गणनाम एव आगच्छति, धातोः नाम न. तत्र अत्र तु तनादि अपि अस्ति, कृ इति धातुः अपि अस्ति. कृ धातुतः ऊ प्रत्ययः भवति तनादिकृभ्यः धातुभ्यः ऊ प्रत्ययः यदि परे सार्वधातुकप्रत्ययः भवति अपि च कर्तृत्तके भवति चेत् तत्र तनादिकृभ्यः उः इति अनेन ऊ विकरणप्रत्ययः आयाति. कृ धातुः तनादिगणे एव पतितः इत्यस्मात् किमर्थं पुनः उक्तं सूत्रे यत् कृ धातुतः ऊ विकरणं भवति इत्यस्मिन् प्रसङ्गे विवरणम् अपेक्षितम्. द्विवारं वदनेन नियमयति यत् कृ धातोः उ प्रत्ययः तु भवति किन्तु अन्ये तनादिगणीयविधयः कृ धातु कृते न प्रसक्ताः। द्विवारं वदनेन नियमः कृतः सीमा अध्यारोपिता यत् उ प्रत्ययस्य एव विधानम्। एतदर्थमेव तनादिगणे स्थापितः अन्ये तनादिगणीयविधयः कृ धातुतः न भवन्ति इति। अत्र सूत्रे कृ इति उक्तमस्ति, यदि कृ तनादिगणे अन्तर्भूतः सन्ति तर्हि किमर्थं पुनः सूत्रे तस्य निर्देशम् अस्ति इति प्रश्नः उदेति। तदर्थं समाधानम् एवम् उक्तमस्ति, कृ धातुतः एव विकरणप्रत्ययः उ इति भवति। यदि यद्यपि तद् स्पष्टमस्ति तथापि द्विवारं वदनेन तस्य नियमम् इतोपि स्पष्टीभवति इति। अपि च केवलं कृ धातुतः कृ धातोः एव उप्रत्ययः भवति, अपि अन्य विधयः तनादिगणानाम् अन्यविधयः कृ धातु प्रति तेषां प्रसक्तिः नास्ति इति। धन्यवादः। अत्र किञ्चित् अपि इतोपि स्पष्टीकर्तुं शक्नोति वा भगिनि? न भगिनि, अहं तावत् न जानामि भगिनि। कुत्रचित् अन्यत्र कुत्रचित् पठितवती, किमर्थम् इत्युक्ते केचन धातवः अन्यगणेषु अपि अन्यविकरणप्रत्ययः अपि आयन्ति खलु, यत्र केचन पूर्वमेव पठितवन्तः। अहं चिन्तयामि यत्र शन् अस्ति किन्तु शप् अपि आयाति इति, शप् अस्ति शन् अपि प्रत्यय आयाति इति किञ्चित् खेदः वर्तते खलु। तादृश किमपि नास्ति इति अहं कुत्रचित् पठितवती, किन्तु महोदयेन भिन्नरीत्या उक्तमस्ति अत्र। तर्हि अहं धनादि विधयः के काः विधयः इति अहं सम्यक्तया न जानामि। कृ धातु प्रति न प्रसक्ताः इति न जानीमः। अस्तु, सुब्रह्मण्य महोदय, विकरणप्रत्ययः आर्धधातुकः लकारः सार्वधातुकः इत्यनेन समस्या वा? अत्र प्रश्नः अस्ति इदानीम्। अत्र ऊ विकरणप्रत्ययः तु आर्धधातुकप्रत्ययः, परन्तु यदा लकाराणां विषये चर्चयिष्यामः, अत्र लट् लोट् लङ् विधिलिङ् एते सार्वधातुकलकाराः। अत्र प्रश्नः अस्ति, विकरणप्रत्यय आर्धधातुकलकारः सार्वधातुक इति वदनेन किमपि समस्या अस्ति वा इति। भूकरणप्रत्ययस्य आर्धधातुकत्वात् तनादिगणीयेषु तिङन्तरूपेषु कीदृशः प्रभावः इति काचन प्रमुखजिज्ञासा। अत्र अस्माकं विषयः सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ्, यत्र विकरणप्रत्ययः आर्धधातुकः, तत्र लकारः कथं वा सार्वधातुकः भवेत्? यथा प्रत्ययः तथा लकारः किल, अयं सामान्यप्रश्नः जनानां। वस्तुतः विकरणप्रत्ययः कीदृशोऽपि भवतु नाम, लकारः सार्वधातुको वा आर्धधातुको वा इति प्रश्नः च विकरणप्रत्ययस्य स्वभावः च अनयोः द्वयोः वार्तयोः न कोऽपि सम्पर्कः। अत्र प्रश्नः अस्ति, अत्र किमपि समस्या अस्ति वा? यदि वयम् इदानीम् एव दृष्टवन्तः, अत्र प्रथमं तु सार्वधातुकलकारविषये, अनन्तरं तनादिगणीयधातोः अत्र उ इति विकरणप्रत्ययः भवति, स च विकरणप्रत्ययः आर्धधातुकविकरणप्रत्ययः, अत्र किमपि समस्या अस्ति वा इति. यत्र विकरणप्रत्यय आर्धधातुकः भवति तत्र सार्वधातुकलकारः कथं भवेत् इति सामान्यप्रश्नः भवति. परन्तु अत्र समाधानमस्ति अनयोः द्वयोः मध्ये कोऽपि सम्बन्धः नास्ति इति. अग्रे किञ्चित् तस्मिन्नेव विषये दत्तमस्ति भगिनि, पठामि वा? तर्हि सार्वधातुकलकारः नामकः यत्र तिङन्तपदस्य निर्माणक्रमे प्रक्रियायां धातुना कर्तृर्थकसार्वधातुकप्रत्ययः साक्षात् दृश्यते, इत्युक्ते साक्षात् पुरतः भवति, तत्र कर्तरी शप् इति सूत्रेण शप् विधीयते. यत्र कर्तरी शप् इत्यस्य प्रसक्तिः तत्र सार्वधातुकलकारः इति उच्यते. अत्र प्रश्नः अस्ति सार्वधातुकलकारः नाम कः इति. प्रथमं यथा वयं तिङन्तपदनिर्माणं कर्तुम् इच्छामः अत्र विवक्षा अस्ति यदि कर्तर्थके अस्ति अनन्तरम् अत्र तिङन्तपदनिर्माणमस्ति तत्कारणात् सार्वधातुकप्रत्ययः अस्ति. अत्र विवक्षा अस्ति कर्तृर्थकसार्वधातुकप्रत्ययः इति नयामः. अत्र धातुतः स च सार्वधातुककर्तृर्थकप्रत्ययः साक्षात् दृश्यते, अतः प्रथमं कर्तरी शप् इति सूत्रम् आयाति. तस्मात् अत्र धातु तिङ् प्रत्ययः मध्ये शप् इति प्रत्ययः प्रथमम् आगच्छति. तस्मिन् सन्दर्भे एव वयं वदामः सार्वधातुकलकारः इति. यदि लकारः सार्वधातुकलकारः नास्ति अत्र धातुतः तिङ् प्रत्ययः साक्षात् न दृश्यते, अतः कर्तरी शप् इत्यस्य प्रसक्तिः न भवति. यदि विवक्षा सार्वधातुकलकारः अस्ति तस्मिन् कर्तृकसार्वधातुकलकारः अस्ति चेदेव अत्र कर्तरी शप् इत्यस्य प्रसक्तिः अस्ति इति दत्तमस्ति. परन्तु सम्यक्तया उक्तवान् वा न इति न जानामि, परन्तु महोदय उक्तवान् महोदय, धन्यवादः महोदय. एकः प्रश्नः, परन्तु तत् बेसिक् प्रश्नः अस्ति. अत्र धातुना साक्षात् कर्तृकसार्वधातुकप्रत्ययः पुरतः भवति चेदेव तत्र कर्तरि शप् इति आयाति. परन्तु वयं लृट्लकारे यदि पश्यामः चेत् तत्र भिन्नः अस्ति, शप् तु न आयाति, परन्तु तत्रापि धातुः धातोः पुरतः सार्वधातुकप्रत्ययः भवति एव. कर्तृर्थके अपि भवति, मध्ये स्या इति आगच्छति खलु भगिनि, अत्र मध्ये स्या इति आगच्छति, तत्र कारणात् अत्र श इति प्रत्ययः सार्वधातुकप्रत्ययः नास्ति स्या इति. हा, परन्तु प्रथमं तु पुरतः यत् अस्ति तर्हि तत् तद् लकारः अयं लकारः सार्वधातुकलकारः इति न उच्यामः वा? किमर्थं धातुः यत्र आगच्छति तस्मिन् समये एव आदौ एव स्य इति मध्ये आगच्छति इति मम अवगमनम्. आदौ आगच्छति, परन्तु सामान्य आदौ एव प्रथमसोपाने एव यत्र लृत्रकारः लिखामः तस्मिन् समये क्ष इति मध्ये आगच्छति. तिङ् प्रत्ययः पूर्वमेव आगच्छति वा? यत्र धातु धातु तिङ् इति यत्र आयाति तस्मिन् समये यत्र विवक्षा एव वर्तते तस्मिन् समये एव तत्र स्य इति मध्ये आगच्छति मम अवगमनम्. अनन्तरं कर्तरिषत् यदा आगच्छति अनन्तरं द्वितीयसोपाने एव तत्र शपयाति खलु, तादृशं नास्ति. पुनः एकवारं वदतु भगिनि. प्रथमसोपाने एव आयाति, यत्र आदौ कोऽपि जनः चिन्तयति, अस्तु अहं लट्लकारम् उपयुज्य वदामि इति चिन्तयति, तस्मिन् समये सः अस्तु एतत् वक्तुमिच्छामि, दातुम् उपयुज्य वक्तुमिच्छामि इति चिन्तयति. तर्हि तर्हि धातु स्वीकरोति, अनन्तरं किं रूपमपि आयाति इति प्रथमसोपानं. द्वितीयसोपाने शकुमध्ये आगच्छति इति, किन्तु अत्र लृट् अलट्लकारे, किन्तु यत्र सः एकः मनुष्यः यत्र लिट्लकारं वक्तुम् इच्छति चेत्, भविष्यत्कालरूपं वक्तुम् इच्छति चेत्, प्रथमसोपाने एव यः यस्मिन् समये चिन्तयति तस्मिन् समये एव प्रथमसोपाने एव श इति मध्ये आगच्छति, अतः एव साक्षात् न पश्यति. इत्युक्ते स्य अपि आगच्छति, पि अपि मिलित्वा आगच्छति इति प्रथमसोपाने एव. तत्रापि कर्तृत्वके भवति खलु, कर्तृत्वके एव अस्ति, किन्तु लकारं भिन्नलकारमस्ति खलु. मनुष्यः अस्ति, तस्य तु आवश्यकता अधुना, तस्य तु मनसि भिन्नरूपं वक्तुं तस्य उद्युक्तः भवति खलु. तर्हि तस्मिन् समये यत् लकारं सः उपयोक्तुम् इच्छति, तदेव लकारस्य विषयं. प्रथमसोपाने इति अतः तत् अर्धलातुकुलकारः इति वा? आम् तर्हि अवसरः न भवति, यत्र धातुः तु साक्षात् न पश्यति, शप् इति न आयाति, गणभेदः यत्र शप् न आयाति चेत् गणमनुसृत्यभेदः अपि नायाति, अत्र इति मध्ये उपविश्यते, अतः अर्धलातुकुलकारः. अस्तु अस्तु, अन्यत् षण्णां लकाराणामपि एवमेव वा? अत्र मम एकवारं मम अवगमनं वदामि वा भगिनि? अत्र यथा वयं विवक्षा अस्ति, यदि पा अस्ति, अत्र पा धातुः अस्ति, विवक्षा अस्ति लृट् लकारः. यदा वयं लृट् वदामः, अत्र स्यात् स्यतासि लृ लुटोः इत्यस्मात् लृटि पूर्वं स्या आगच्छति, पायोगः स्यायोगः लृट् भवति. तत्कारणात् अत्र यद्यपि लृट् स्थाने तिप् आगच्छति, पायोगः स्यायोगः तिप् भवति, अतः धातुः तिप् न साक्षात् पश्यति. अतः अत्र कर्तरि शप् इत्यस्य प्रसक्तिः न भवति इति. कर्तरि शप् इति प्रसक्तिः न भवति. प्रथमं स्यतासि लृट्लुः, अनेन प्रथमम् आयाति इति खलु. पा योगः लृट् मध्ये स्य आगच्छति प्रथमम्, अनन्तरं पायोगः यः लकारः अस्ति, पायोगः इत्युक्ते प्रथमं पुरतः अस्ति किल, न पायोगः ति न आगच्छति खलु भगिनि, अत्र पायोगः लृट् अस्ति प्रथमं, पायोगः लृट् अस्ति. तस्मिन् सन्दर्भे अत्र यतासि लृ लुटोः इत्यनेन लुटिपरे धातुतः स्य आगच्छति, तत्कारणात् पायोगः स्यायोगः लृट् भवति. अनन्तरं अनुबन्धलोपानन्तरं पायोगः स्यायोगः लकारः, अत्र लकारस्य स्थाने तिप् आगच्छति. अस्तु अस्तु महोदय, धन्यवादः. धन्यवादः महोदय. तर्हि पुष्पभगिनी पठति वा? कर्तरि शप् किं वदति? कर्तर्तके साधु सार्वधातुकप्रत्ययपरे धातुतः शप् विहितः भवति, यथा भू योगः ति, कर्तरि शप् भू योगः शप् योगः तिः. अत्र भूधातुः साक्षात् ति प्रत्ययः पश्यति. ति सार्वधातुकः अस्ति, अतः कर्त्री शप् इति सूत्रस्य प्रसक्तिः अस्ति. अपरेषु गुणेषु शपं प्रभाद्य अन्यैः सूत्रैः अन्ये विकरणप्रत्ययाः विहिताः अन्ये विकरणप्रत्ययाः विहिताः. तेषु गणेषु अपि धातोः अग्रे सार्वधातुकतिङ्प्रत्ययः साक्षात् दृश्यते चेत् एव तत्तत् गणस्य विकरणप्रत्ययः विधीयते. द्वादौ शप् द्विवादौ श्यन् त्रिदादौ श तनादौ उ गुणमनुसृत्य धातोः अग्रे सार्वधातुकतिङ्प्रत्ययः साक्षात् दृश्यते चेत् विकरणं विधीयते. कर्तृशप् सूत्रं किं वदति इति विवरणं करोति यः अत्र. सार्वधातुकप्रत्यये परे कर्त्रर्थके शप् विहितः भवति. यथा भूयोगः ति भूयोग कर्त्रि शप् आयाति, भूयोगः शप् योगः ति भवति. अत्र भूधातुः साक्षात् त्रिप्रत्ययः प्रत्ययं पश्यति. सार्वधातुकः अस्ति, तत् अतः कर्तृशप् इति सूत्रस्य प्रसक्तिः अस्ति. अधुना महोदय सुब्रह्मण्य यत् उक्तवान् तदेव अस्ति खलु भगिनि. आदौ तु भूयोगः ति इति अस्ति, तर्हि साक्षात् पश्यति धातुः, यत्र साक्षात् पश्यति तर्हि कर्तृशप् इति आगच्छति. अनन्तरं अपरेषु गणेषु शपं प्रभाति अन्ये सूत्रैः अन्यविकरणप्रत्ययः आगच्छति इति सर्वेषु बाधौ शप् द्विवादौ द्विवादौ श्यन् त्रिदादौ शनादौ अधुना पठामः न इति गणमनसस्य आयाति सार्वधातुक तिङ्क्षित् प्रत्ययः तिङ् प्रत्ययः साक्षात् दृश्यते. ध्वनिः सम्यक् न श्रूयते भगिनि, उच्चैः वदति वा? उच्चैः वदति वा? ध्वनिः सम्यक् न श्रूयते. साक्षात् सार्वधातुक तिङ् प्रत्ययः दृश्यते चेत् विधीयते. अग्रिमे पठामि, अग्रे अस्तु भगिनि. द्वादौ भूयोगः ति, द्विवादौ नश् योगः ति, तुदादौ लिक् योगः ति. यदा सार्वधातुकतिङ् साक्षात् दृश्यते तदा विकरणं विधीयते, अतः सार्वधातुकलकारः. लट् लोट् लङ् विधिलिङ् इत्येषु चतुर्षु लकारेषु एवं रीत्या धातु तिङ् प्रत्ययोः मध्ये विकरणप्रत्ययः विहितः. तत्र विकरणभेदात् गणभेदः, अतः येषु चतुर्षु लकारेषु कस्यचित् धातोः तिङन्तरूपं ज्ञेयं चेत् स च धातुः कस्मिन् गणे अस्ति इत्यवश्यं बोध्यम्. अत्र गणविषये चर्चा अस्ति. धातोः परे वयं सार्वधातुकतिङ् प्रत्ययः यदि साक्षात् दृश्यते तर्हि कर्तरिशपनेन गणमनुसृत्य भिन्नभिन्न विकरणप्रत्ययाः आयान्ति. केवलं लट् लोट् लङ् विधिलिङ् चतुर्षु लकारेषु एवं प्रसङ्गः अस्ति. यत्र तिङ् प्रत्ययः धातोः पुरतः अस्ति, अपि च तदनन्तरं द्वितीयसोपाने विकरणप्रत्ययः मध्ये आयाति इति. यदा विकरणप्रत्ययः आयाति तदा गणचिन्तनमपि भवति. यदि वयं कस्मिन् कस्यचित् तिङन्तरूपं जानीमः चेत् स च रूपं कस्मिन् गणे भवति इति अपि तस्य ज्ञानं भवति इति. अग्रे पठामि वा? आर्धधातुकलकारेषु गणस्य ज्ञानं न अपेक्षितं, यतः मध्ये विकरणप्रत्ययः न विहितः. विकरणप्रत्ययः न विहितः यतोहि धातोः साक्षात् परं सार्वधातुकतिङ् प्रत्ययः नास्ति. यथा लृटि सिद्धतिङ् प्रत्ययः अस्ति स्यति. भूयोगः स्यति इति स्थितिः. स्यति आर्धधातुकः न तु सार्वधातुकः. अत्र भूधातुः सार्वधातुकति प्रत्ययं द्रष्टुं न शक्नोति, यतः स्य मध्ये अस्ति. सार्वधातुकप्रत्ययः साक्षात् पुरतः नास्ति, अतः कर्तरिषप् इत्यस्य प्रसक्तिः नास्ति. पूर्वमेकवारं महोदयेन उक्त महोदयः उक्तवान् स्यति इति मिलित्वा अपि वयं वक्तुं शक्नुमः सिद्धतिङ् प्रत्ययः इति मातुः अभिप्रायः इति उक्तवान् इति स्मरामि. तर्हि भूयोगः स्यति, अत्र स्यति इति एव सार्वधातुकप्रत्ययः, क्षम्यतां, स्यति एव सिद्धतिङ् प्रत्ययः अस्ति इति स्वीकृत्य इति स्वीकुर्मः चेत् तत्र धातुः तिङ् प्रत्यय धातुः सार्वधातुकप्रति प्रत्ययं न द्रष्टुं न शक्नोति, यतोहि स्य मध्ये आयाति इति. अतः अत्र कर्तरि शप् तस्य प्रसक्तिः एव नास्ति इति. भगिनी भगिनी किम् उक्तवती? मातुः किमपि पुनः एकवारं कोऽपि प्रश्नः पृष्टवन्तः वर्गे, स्यति इति अस्ति चेत् किमर्थं समानप्रश्न एव स्य इति आर्धधातुकसंज्ञकः इति तत्र उच्यते. तर्हि महोदयेन उक्तवान् स्यति इति वयं मिलित्वा अपि स्वीकुर्मः इति. वै सेपरेट् इट्? यु केन् टेक् इट् टुगेदर् अस् स्यति. तर्हि स्य मध्ये अस्ति इति ति न पश्यति इति एकवारं तदपि उक्तवान्. अत्रापि यथा लृटि सिद्धतिङ् प्रत्ययः अस्ति स्यति इति एव दत्तं. सिद्धतिङ् प्रत्ययः इत्युक्ते वयं मिलित्वा न वदामः जनरलि, किल? तर्हि स्य मध्ये अस्ति इति ति प्रत्ययं न द्रष्टुं शक्नोति, अतः अत्र कर्तरि शप् इति तस्य प्रसक्तिः एव नास्ति. तस्य प्रसक्तिः नास्ति अति इत्युक्ते गणचिन्तनमपि न भवति तत्र. अस्तु भगिनि, यत्र गणचिन्तनं भवति प्रतिध्वनिः चेत् म्यूट् कुर्वन्ति वा? यत्र गणचिन्तनं भवति तर्हि भूयोगः विकरणप्रत्ययस्य आदौ मेलनं भूत्वा अनन्तरं स्त्री इति प्रत्ययस्य मेलनं भवति. किन्तु अत्र आदौ स्य योगः ति भूत्वा द्वितीयसोपाने धातोः मेलनं भवति इति, खलु भगिनि? धातु सुब्रह्मण्यं सारांशः अयं कर्तरि शप् तदा कार्यं करोति यदा धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति. धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति न वा इति प्रश्नः विकरणप्रत्ययस्य स्वभावः कः इति प्रश्नः अनयोः प्रश्नयोः न कोऽपि सम्बन्धः. विकरणप्रत्ययः आयाति चेत् अनन्तरम् एव आयाति. अतः अनेन स्पष्टं यत् लकारः कीदृशः अपि च विकरणप्रत्ययः कीदृशः अनयोः कोऽपि सम्बन्धः न. पुनः अत्र सारांशरूपेण अत्र दत्तमस्ति. प्रथमं प्रश्नः अस्ति कथं विकरणप्रत्ययः आर्धधातुकः लकारः सार्वधातुकः भवति इति, अत्र कोऽपि समस्या नास्ति वा इति. अत्र इदानीं वयं दृष्टवन्तः अत्र विवक्षानुसारं प्रथमं कर्तरी शप् आयाति. यथा कर्तरी शप् आयाति तस्मात् तस्य अनन्तरमेव विकरणप्रत्ययस्य प्रसङ्गः भवति. तत्कारणात् द्वयोः मध्ये कोऽपि यद्यपि सम्बन्धः अस्ति, प्रथमं तु सार्वधातुकप्रत्ययः, यदि स च सार्वधातुकप्रत्ययः कर्तृकसार्वधातुकप्रत्ययः अस्ति चेत् अनन्तरं धातुना स च सार्वधातुककर्तरी सार्वधातुकप्रत्ययः दृश्यते चेत् एव कर्तरी शप् इत्यस्य प्रसक्तिः अस्ति. तत्तु सार्वधातुकलकारेषु एव भवति. यदा कर्तरी शप् आयाति तस्मात् तस्य अनन्तरमेव विकरणप्रत्ययस्य प्रभाव प्रश्नः आयाति. तत्कारणात् अत्र सार्वधातुकलकारः किमपि भवेत्, विकरणप्रत्ययः किमपि भवेत्, तत्र कोऽपि सम्बन्धः नास्ति. यद्यपि प्रथमं सार्वधातुकलकारस्य विवक्षा अस्ति, अनन्तरं कर्तरी शप् इत्यस्मात् एव अत्र विकरणप्रत्ययः आयाति इति. तत्कारणात् अत्र कोऽपि अवगमनस्य समस्या न भवति इति अत्र सारांशः. अग्रिम एकवाक्यम् अस्ति तर्हि उविकरणप्रत्ययः आर्धधातुकः अपि च अस्माकं चत्वारः लकारः सार्वधातुकाः. अत्र न कोऽपि सङ्घर्षः, न कोऽपि क्लेशः. अत्र लकारः चत्वारः लकारः सार्वधातुकाः यथा लट् लोट् लङ् विधिलिङ्. अनन्तरं यदा कर्तरी शप् आगच्छति यदि धातुगणः तनादि धातुः धातुगणः अस्ति तस्मिन् सन्दर्भे एव ऊ इति विकरणप्रत्ययः आयाति. स च ऊ विकरणप्रत्ययः तु अर्धधातुकः. अत्र यदा वयं सार्वधातुकलकारः वदामः तस्मिन् सन्दर्भे अत्र लकारविषये प्रसङ्गः अस्ति. यदा वयम् अर्धधातुकविकरणप्रत्ययः वदामः अत्र यदा कर्तरीशप् आगच्छति तस्य अनन्तरमेव स च विकरणप्रत्ययः आगच्छति. तस्मात् कारणात् अत्र द्वयोः मध्ये कोऽपि सङ्घर्षः वा सन्देहः वा क्लेशः वा न भवति इति. अग्रिमपङ्क्तिं पठति वा, अन्तिमपङ्क्ति. पुष्पभगिनी प्रायः न्यूट् मध्ये अस्ति इति मन्ये. अस्तु अस्तु अस्तु. विकरणप्रत्ययस्य आर्धधातुकत्वात् कीदृशः प्रभावः धातौ गुणकार्ये आर्धधातुकप्रत्ययः निमित्तं भवति वा? यत्र प्रत्ययः आर्धधातुकः तत्र सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च इत्यनयोः सूत्रयोः प्रसक्तिः वा? अस्ति एव सार्वधातुक प्रत्ययो वा आर्धधातुकप्रत्ययो वा द्वयोः सूत्रयोः प्रसक्तिः अस्ति एव. अधुना सार्वधातुकप्रत्ययः अपित् चेत् तर्हि तेन का गुणकार्यं निषिद्धं. सार्वधातुकम् अपित् निति च इत्याभ्यां सूत्राभ्याम् सार्वधातुकस्य अपित्वात् एव गुणनिषेधः. आर्धधातुकस्य अपित्वात् न किमपि महत्त्वम्. आर्धधातुकप्रत्ययः कित्वा नीत्वा चेत् तर्हि गुणकार्यं निषिद्धं निति च इत्यनेन. उप्रत्ययः आर्धधातुकः स च उप्रत्ययः कित् अपि न नित् अपि न अतः गुणप्रसङ्गः भवति चेत् तर्हि उप्रत्ययः गुणकार्यस्य निमित्तं भवति एव. तनादिगणे एतादृशः अवसरः अस्ति यथा क्षिन् योगः उ क्षेणु. अत्र आर्धधातुकप्रत्ययस्य प्रत्ययः निमित्तं भवति वा गुणकार्ये विवरणं कृतवान्. यत्र प्रत्ययः आर्धधातुकः तत्र सार्वधातुक आर्धधातुकयोः पुगन्तलघु लघुपदस्य च द्वे सूत्राणि प्रसक्ति अस्ति वा इति प्रश्नः अस्ति. तत् अस्ति एव अस्ति. सार्वधातुकप्रत्ययो वा आर्धधातुकप्रत्ययो वा द्वयोः सूत्रयोः प्रसक्तिः अस्ति एव. अत्र सार्वधातुकप्रत्ययः अपित् चेत् तर्हि तेन गुणकार्यः निषिद्धं. तत्तु सार्वधातुकम् अपित् निति च इति सूत्राणि सूत्रद्वयोः कार्यं करोति. सार्वधातुकस्य अपित्वात् एव गुणनिषेधः. आर्धधातुकस्य अपित्वात् न किमपि महत्त्वम् अस्तु. आर्धधातुकप्रत्ययः कित् वा नित् वा चेत् तत्र तु गुणकार्यं निषिद्धम् निति च कारणेन. उप्रत्ययः आर्धधातुकः तत्तु कित् अपि नास्ति नित् अपि नास्ति अतः गुणप्रसङ्गः भवति. उदाहरणार्थं क्षिण्योगः क्षेणो इति भवति. आं भगिनि, अत्र किम् इत्युक्ते यत्र सार्वधातुकः अस्ति चेत् अस्माकं चिन्तनं भवति चित् अपित् इति चिन्तनं भवेत्. तर्हि चित् अस्ति चेत् गुणकार्यं भवति, अपित् अस्ति चेत् गुणकार्यं न भवति. किन्तु यत्र प्रत्ययः आर्धधातुकः अस्ति चेत् भिन्नरीत्या चिन्तनीयम्. अत्र तु चित् अपित् इति चिन्तनं न भवति. किमर्थम् इत्युक्ते तस्य तु महत्त्वं नास्ति. आर्धधातुकप्रत्ययः अस्ति चेत् चिन्तनं किं स्यात्, नित्वा कित्वा नित्वा इति चिन्तनीयं. यत् यदि कित्वा नीत्वा चेत् तर्हि गुणकार्यं निषिद्धं भवति. कित् अपि नास्ति नित् अपि नास्ति चेत् गुणकार्यं भवति एव आर्धधातुकस्य प्रत्ययस्य. तर्हि चिन्तनं भिन्नं भवेत्. यत्र सार्वधातुकमस्ति कित् अपि, यत्र आर्धधातुकप्रत्ययः अस्ति चेत् कित् वा नित्वा इति चिन्तनं भवति. धन्यवादः भगिनि. अत्र क्षम्यताम्, अद्य तु मम न कर्तुं शक्नोमि न भगिनी सम्यक् कृतवती न अन्य अन्य अन्य अन्य अन्यस्थलेषु अहं वदामि अन्य प्रसङ्गेषु यत्र मया न भगिन्या हेमभगिन्या महोदयस्य प्रश्नस्य उत्तरं सम्यक्तया न दातुं शक्नोमि तर्हि क्षम्यतां तर्हि एतत् नूतनविषयः अस्ति अस्माकं भानुवारुत्सरस्य वर्गे ये जनाः सन्ति तेषामपि किमर्थम् इत्युक्ते कुडुम् महोदयः न पाठितं तर्हि ममपि किञ्चित् तनादिगणं तु पूर्वं पठितवती किन्तु अहम् अधुना सम्यक्तया न स्मरामि अभ्यासं न कृतं मया क्षम्यतां भगिनि अग्रिम सप्ताहे वदामि निश्चयेन वदामि किमर्थं कृन्द्य इति अस्ति कः भेदः के सूत्राणि अत्र तनादिगणीयसूत्राणि विधिसूत्राणि अत्र न कार्यं करोति इति के विधयः इति काः विधयः इति वदामि सम्यक् अपि अभवत् खलु अस्तु तर्हि विरमाम प्रश्नः नास्ति चेत् धन्यवादः धन्यवादः शुभरात्रिः धन्यवादः